अद्य नूतनपाठः आरभामहे. पाठः अस्ति रुधादिगणः. अस्माकम् अन्तिमगणः इदानीं सार्वधातुकप्रकरणे रुधादिगणः. रुधादिगणे सर्वे धातवः हलन्धधातवः एव सन्ति, अतः इदानीं पठिष्यामः रुधादिगणः. रुधादिगणे इदानीं वयं पठामः यत् विकरणप्रत्ययः अस्ति, सन्धिकार्यं कथं भवति, अङ्गकार्यं कथं भवति, तर्हि एतत् सर्वम् इदानीं वयं पठामः. रघुपतिमहोदय आरभतु. रुधादिगणः. रुधादिगणे पञ्चविंशतिधातवः सन्ति, ते च सर्वे हलन्ताः. कर्तृत्वे सार्वधातुकतृत्वे पदे किं किं भवति इति अस्मिन् पाठे वीक्ष्यते. सार्वधातुकप्रकरणे इदम् अस्माकम् अन्तिमं कार्यम्. यथा सर्वेषु गणेषु कर्तृत्वके सार्वधातुकप्रत्यये परे कर्तरि षप् इत्यनेन षप् विहितः अस्ति, तदा रुधादिगणे रुधादिभ्यः स्नम् इत्यनेन शतं प्रभाद्य स्तं विकरणप्रत्ययः विहितः भवति. अग्रे पठामि वा? आम्. रुधादिभ्यः स्तम् इति रुधादिगणे पठितेभ्यः धातुभ्यः स्तं विकरणप्रत्ययः भवति. कर्तृत्वके सार्वधातुके प्रत्यये परे रुद् आदिः येषां ते रुदादयः तेभ्यः रुदादिभ्यः रुदादिभ्यः स्तं प्रत्ययः कर्तरि सार्वधातुके इति अनुवर्तितसूत्रमस्ति. स्तम् इति प्रत्यये लषकतद्दिते इत्यनेन षकारस्य इत्संज्ञा, हलन्त्यमित्तनेन मकारस्य इत्संज्ञा, तस्य लोपः इत्यनेन द्वयोर्लोपे सति न इत्येव अवश्य न इत्येव अवशिष्यते. न इति शब्दः सार्ध न इति शब्दात् न इति प्रत्ययः भवति विकरणप्रत्ययः मध्ये. सार्धात् अग्रे पठामि वा? तत्र तत्र वयं जानीमः षकारस्य लषत्वतद्धिते इत्यनेन इत्संज्ञा, मकारस्य हलन्त्यं तेन इत्संज्ञा, अतः केवलं न इति अवशिष्यते. न. अस्तु, विजयमहोदय अग्रे पठतु. नमस्कारः महोदय. नमस्ते. नमस्ते. इदानीं सार्वधातुकलकारेषु सुगन्धपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति. प्रथमबिन्दुः विकरणप्रत्ययः निमित्तिकं निमित्तिकम् अङ्गकार्यं तदा धातु विकरणप्रत्ययोः मेलनम्. द्वितीयबिन्दुः तिङ् प्रत्ययः सिद्धिः. तृतीयबिन्दुः तिङ् प्रत्ययनिमित्तिकम् अङ्गकार्यं तदा अङ्ग तिङ् प्रत्ययोः मेलनम्. एतत् सर्वं तु सामान्यः अस्ति, सामान्यमस्ति. अग्रे. प्रथमबिन्दुः विकरणप्रत्ययः निमित्तिकम् अङ्गकार्यं तदा धातु विकरणप्रत्ययोः मेलनम्. अस्मिन् प्रथमे सोपाने रुदादिगणे वस्तुतः क्रमः विपरीतः. सर्वप्रथमं धातु विकरणप्रत्ययोः मेलनं भवति, तदा एव विकरणप्रत्ययः निमित्तिकम् अङ्गकार्यं. धातु विकरणप्रत्ययोः मेलनं कदा भवति इति अर्धः उदाहरणरूपेण दत्तम्. उष्णं मित् इम् इत् यस्य सः अस्ति, अतः मिदौचोन्त्यात् परः इत्यनेन धातोः अच् वर्णेषु अन्त्यात् परः आयाति. यथा रुद् योगः श्नम्, रुद् अनुबन्धलोपानन्तरं नकारः न, रुद् योगः न, रुणद् मध्ये आगच्छति नकारः. किमर्थं चेत् तत् अत्र मिदौचोन्त्यात् परः अन्त्यात् अच्वर्णेषु अन्त्यात् परः एव मध्ये तिष्ठति नकारः, अतः तत्र रुणद् इति अन्तिमरूपं भवति. तादृशमेव बिद्धियोगः न, भिन्नद् इति मध्ये आगच्छति अत्र वैसक्तिः. अत्र कृत् योगः न, कृत् कृणतः कृणतः कृणतः, सुद् योगः न, तृणदः, खिद् योगः न, किनदः, तृह् योगः न, तृणः इत्यादिकम् उदाहरणरूपेण दत्तम्. अत्र विपरीतमस्ति विकरणप्रत्ययोः मेलनम्. मध्ये सामान्यतया यदा विकरणप्रत्ययः आगच्छति वेशप् अस्ति अथवा शम् शप्रत्ययः अस्ति अथवा श्यन् अस्ति तत्र सर्वत्र अन्ते आगच्छति अन्ते धातोः अन्ते तस्य मेलनं भवति परन्तु श्नम् मध्ये मकारस्य इत् संज्ञा अस्ति मकारस्य इत् संज्ञा अस्ति अतः तस्य महत्त्वं किं मिदचोन्त्यात् परः मिदचोन्त्यात् परः इति सूत्रेण तस्य अन्ते न भवति तस्य मेलनम् अन्ते न भवति धातोः अनन्तरं न भवति तु धातोः मध्ये भवति मध्ये कुतः भवति कुत्र भवति मिदचोन्त्यात् परः इति सूत्रेण ज्ञातुं शक्नुमः यत् धातोः अचवर्णेषु यः अन्तिम अचवर्णः अस्ति तस्य अनन्तरं भवति अतः रुध्यवश्नं मध्ये न धकार अनन्तरं न भवति परन्तु रुध् मध्ये यः अन्तिम अचवर्णः अस्ति उकारः तस्य अनन्तरं भवति रुनद् इति भवति तथैव भिद्युगः न मध्ये भिनद् कृत्युगः न मध्ये क्रिनद् त्रिद्युगः न मध्ये त्रिनद् खिद्युगः न मध्ये खिनद् त्रिहयुगः न मध्ये त्रिन इति केन सूत्रेण मिदचोन्त्यात् परः अतः श्नम् मध्ये मकारस्य इत्संज्ञायाः महत्त्वमस्ति अस्तु महोदय सूत्रं पठतु मिदचोन्त्यात् परः म्यूट् मध्ये अस्ति विजय महोदय न श्रूयते किमपि पठामि महोदय पठतु पठामि अत्र मितच्छोन्त्यात् परः यः मित् अस्ति सः अच्वर्णेषु अन्त्यात् परः आयाति अपि च अयं मित् यस्य वर्ण समुदायस्य तस्य अन्तिम अवयवः भवति इम् इत् यस्य सः मित् बहुव्रीहिति मित् प्रथमान्तम् अचः षष्ट्यन्तम् अन्त्यात् पञ्चम्यन्तं परः प्रथमान्तम् अनेकपदमिदं सूत्रम् आद्यन्तौ टकितौ इत्यस्मात् अन्तः इत्यस्य अनुवृत्तिः अस्मिन् सूत्रे अचः षष्टिविभक्तेः विभक्तौ अचः अन्त्यात् इत्यस्य अर्थः निदारणं नाम सर्वेषु स्वरेषु अन्तिमः तस्मात् इत्यर्थः अत्र अचः एकवचने यतोहि अनेन अच् जातिः इति इष्टम् आशयः बहुवचनं निर्धारणसप्तमी बहुषि एकं जात्याख्यायामेकस्मिन् बहुवचनम् अन्यतरस्यां जातिः आख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् एतदर्थं सिद्धान्तकौमुदीकारवृत्तिः अस्ति अचः इति निर्धारणे षष्टिः अचां मध्ये अवयवः मित् स्यात् तर्हि अचः एकवचने चेदपि सार्वत्रिक बहुवचनार्थः इत्थञ्च षष्टिविभक्तेः अर्थः स्थाने इति न षष्टिस्थानयोगे योगा इति सामान्यम् इदं सूत्रं विशेषः अनुवृत्तिसहितसूत्रं मित् अचः अन्त्यात् परः अन्तः अत्र मिदचोन्त्यात् परः इति सूत्रविषयं तत्र कुत्र आयाति चेत् अच्वर्णेषु अन्त्यात् परः यः मित् अस्ति अन्त्यात् परः एव अच्वर्णः आयाति इति तत्र दत्तम् अपि च अयं मित् यस्य वर्णसमुदायस्य तस्य अन्तिम अवयवः भवति अत्र भवान् वदतु द्वयमस्ति एकमस्ति मित् कुत्र आगच्छति अन्तिम अचवर्णेषु यः अन्तिम अचवर्णः अस्ति तस्य साक्षात् अनन्तरम् आगच्छति इति एकमस्ति अपि च यस्य वर्णसमुदायस्य अनन्तरम् आगच्छति तस्य वर्णसमुदायस्य अन्तिम अवयवः अपि भवति। तर्हि अत्र अचः इत्य षष्टिविभक्तिः अस्ति, षष्टिस्थानयोग इत्यनेन अच स्थाने मित् भवति इति न। अत्र अच् इति किमस्ति, जातिवाचकम् अस्ति, यत्र जाति अस्ति तस्य कृते अपि एकवचनं भवति खलु, अत्र जातिवाचकम् अस्ति। नाम अच् वर्णेषु यः अच् वर्णानां यः समूहः अस्ति तत् यः जातिः अस्ति तस्य कृते अच् इति लिखितमस्ति। तर्हि अचः इत्युक्ते अच् वर्णेषु अन्त्य। तर्हि मित् अचः अन्त्यात् परः अन्तः। इदानीं प्रश्नः उदेति यत् अन्तः यत् अस्ति अनुवृत्तिसूत्रमध्ये अन्तिम शब्दः अस्ति अन्तः, तस्य अर्थः कः, तस्य महत्त्वं किं, तद् वयम् अग्रे पठामः। मित् अचः अन्त्यात् परः इति तु वयं जानीमः, मित् इति यदा अस्ति तद् अच् वर्णेषु, अचः इत्युक्ते अच् वर्णेषु अन्तिम अच् वर्णः अस्ति तस्मात् भवति, तस्मात् परः भवति। परन्तु यः अन्तः लिखितमस्ति तस्य किं महत्त्वं, तत् अग्रे पठामः। अस्तु, रघुपतिमहोदय पठतु अनेन सूत्रेण। अनेन सूत्रेण नम् यस्य वर्णसमुदायस्य तस्य अन्तिम अवयवो भवति इत्युक्तम्। अस्य अर्थः कः इति स्पष्टं भवति सुबन्तप्रकरणे। महोदय किञ्चित् उच्चैः पठतु। एकनिमिषं महोदय, इदानीं सम्यक् श्रूयते वा? इदानीं श्रूयते। अस्य अनेन सूत्रेण स्तं यस्य वर्णसमुदायस्य तस्य अन्तिम अवयवो भवति इत्युक्तम्। अस्य अर्थः कः इति स्पष्टं भवति सुबन्तप्रकरणे। ज्ञानशब्दः बहुवचने ज्ञानानि भवति। ज्ञानयोग इ अत्र षी प्रत्ययः लशकसद्धिते इत्यनेन इ अवशिष्यते। षी प्रत्ययः सर्वनामस्थानसंज्ञकः, अतः नपुंसकस्य जलतः इत्यनेन जलन्तस्य अजन्तस्य च क्लीबस्य नुम् भवति सर्वनामस्थाने परे। नुम् मित् अतः मिदचोऽन्त्यात् परः इत्यनेन स च नुम् अच् वर्णेषु अन्त्यात् परः। ज्ञानयोग नकारयोग इ नुम् आगमस्य नकारः अधुना ज्ञान इति अङ्गस्य वर्णसमुदायस्य अन्तिम अवयवः इति कारणेन स्वर्णामस्थाने च असम्बुद्धौ इत्यनेन नकारान्त अङ्गस्य उपादायाः दीर्घः स्वर्णामस्थाने परे। इत्युक्ते सम्बोधनस्य एकवचने नास्ति चेत् असम्बुद्धौ इति, तस्मिन् असम्बुद्ध एव ज्ञानान् इति भवति। ज्ञान इति अस्ति अत्र, ज्ञानन् इति अस्ति तद् अत्र, इदानीं ज्ञानान् इ ज्ञानानि। यदि नुमागमः आगमस्य नकारः ज्ञान इति अङ्गस्य अन्तिम अवयवः न अभविष्यत्, यदि अन्त्यस्य अतः एव अवयवः इति स्वीक्रियेत तर्हि अन् नान्तः चेदपि अङ्गनान्तं न इति कारणतः स्वर्णानुष्ठाने च असम्बुद्धौ इत्यनेन अकारस्य दीर्घादेश च न अभविष्यत्। अत्र ज्ञानम् इति अस्ति, अत्र ज्ञानस्य इत्यस्य बहुवचने ज्ञानानि अस्ति। इदानीं ज्ञानयोग इ इति सि इति सर्वनामस्थानं भवति, तर्हि सर्वनामस्थाने तन्नुमागमः भवति इति नपुस्तकस्य जलतः इत्यनेन तत्र जल सर्वनामस्थाने परे भवति इति, अत्र सर्वनामस्थानम् अस्ति षि इति, अतः तस्य नुमागमः भवति, नुमागमः भवति अङ्गस् नकारान्त अङ्गस्य क्षमता नुमागमः भवति। इदानीं न ज्ञानयोग अत्र अन्तिम नकारः अन्तिम अच इति अस्ति तत्र अकारः, तदनन्तरं नकारः भवति इति अस्ति अत्र। इदानीं तत्र इदानीं नुमागमः भवति, अस्तु सर्वनामस्थाने च असम्बुद्धौ इत्यनेन तत्र ज्ञानन् इति अस्ति। इदानीं सर्वनामस्थाने असम्बुद्ध इत्यनेन तत्र नकारान्त अङ्गस्य उपदादीर्घः भवति इति भवति, अतः ज्ञानन् इति अस्ति, ज्ञानान् इति भवति। यदि नुम्मागमस्य नकारः ज्ञान इति अङ्गस्य अन्तिम अवयवः न अभविष्यत् तर्हि कुत्र भवितुम् अर्हति ज्ञान, यदि अन्त्यस्य अतः एव अवयवः इति, अन्त्यस्य अचः एव अवयव इति स्वीक्रियते तस्य अन्न नान्तः चेदपि अङ्गनान्त न इति कारणेन अत्र क्लेशः अस्ति महोदय. एकवारं कः क्लेशः तर्हि पश्यतु ज्ञान ज्ञान इति अस्ति तत्र प्रथमाविभक्ति बहुवचनम् इति रूपं वयं कर्तुम् इच्छामः. तर्हि ज्ञानयोगः मूलप्रत्ययः अस्ति जस् वौ जस् ज्ञानयोगः जस् तत्र नपुंसकलिकः अस्ति अतः जस् शशोः शिः इत्यनेन जस् स्थाने शि भवति ज्ञानयोगः शि शकारस्य इत्संज्ञा भवति ऋषकोद्धृते इति सूत्रेण अतः इ एव अवशिष्यते ज्ञानयोगः इ. इदानीम् एकं सूत्रमस्ति नपुंसकस्य झल अचः इत्यनेन झलन्तस्य अजन्तस्य च क्लीबस्य लुम् भवति सर्वनामस्थाने परे. अत्र शीयः अस्ति तत् सर्वनामस्थानकसंज्ञकप्रत्ययः अस्ति सुवौ जस् अमौट् स्फुटनपुनकस्य इति सूत्रमस्ति खलु. सुवौ जस् अम् औट् इति पञ्चप्रत्ययाः ये सन्ति तेषां संज्ञा भवति सर्वनामस्थान. तर्हि षि इति सर्वनामस्थानप्रत्ययः अस्ति सर्वनामस्थानप्रत्ययपरे अस्ति अतः झलन्तस्य अजन्तस्य क्लीबस्य नाम नपुंसकलिङ्ग अजन्तस्य नपुंसकलिङ्गझलन्तस्य नुमागमः भवति. अत्र ज्ञान क्लीब अस्ति नपुंसकलिङ्ग अस्ति अपि च अजन्त अस्ति अतः तस्य नुमागमः भवति. नुम् मध्ये तु वयं जानीमः केवल नकारः एव अवशिष्यते. तर्हि इदानीं प्रश्नः उदेति नकारस्य कुत्र भवति योजनं. तर्हि मिदञ्चोत्यात् मिदचोन्त्यात् पर इति सूत्रेण अन्तिम ज्ञान अस्ति तस्य अन्तिम अकारस्य अनन्तरं भवति अतः ज्ञानन् योगः इ इति भवति. इदानीम् उक्तं सूत्रमस्ति सर्वनामस्थाने च असम्बुद्धौ. सूत्रं किं वदति यत् नकारान्त अङ्गम् अस्ति चेत् सर्वनामस्थानप्रत्यये परे तस्य उपधायाः दीर्घः भवति. अत्र सर्वनामस्थानं तु भवति इ इति षि इति प्रत्ययसर्वनामस्थानम् अस्ति. इदानीं प्रश्नः उदेति यत् अङ्गं यत् अस्ति तत् नकारान्तम् अस्ति न वा. अत्र अङ्गं किमस्ति ज्ञान ज्ञानन् ज्ञानन् इति अस्ति खलु. तत्र अत्र अन्तिम अस्ति न वा. तर्हि यदि यः मित् आगमः अस्ति यदि तत् यस्य अन्ते आगच्छति तस्य अवयवः अस्ति न वा इति प्रश्नः. यदि नास्ति तर्हि यत् न अस्ति नकारः यत् अस्ति नुमागमः यत् अस्ति तत् ज्ञान इति सम्पूर्णशब्दस्य अन्तिम अवयवः न भवति. केवलम् अन्तिम अकारस्य यस्य अनन्तरं स भवति तस्य एव अवयवः भवति. इदानीम् अन् एव भवति परन्तु सम्पूर्ण अङ्गं तु ज्ञानन् अस्ति खलु ज्ञानन्. तर्हि नकार ज्ञान तस्य अन्तिम अवयवः न भवति चेत् इति सूत्रं कार्यं कर्तुं न शक्यते. ज्ञानन् इति अस्ति ज्ञानन् इति अस्ति यदि अवयवः भवति चेत् ज्ञानन् इति सम्पूर्ण अङ्गमस्ति नकारः ज्ञान तस्य एव भागः अस्ति अतः तस्यैव भागः अस्ति अतः किं भवति ज्ञानन् इति एकम् अङ्गं यस्य अन्ते नकारः अस्ति अतः नकारान्त अङ्गं भवति अतः तस्य उपधाया मध्ये दीर्घत्वं भवति. तर्हि उपधा मध्ये अकारः अस्ति तस्य दीर्घत्वं भूत्वा ज्ञानान् भवति रूपं भवति ज्ञानानि इति अस्ति. एतत् तस्य महत्त्वम् अवगच्छति वा महोदय? न तत्र अवयव भवति खलु नुमागमत् नकारज्ञानजङ्गसन्तिमवयवः न भविष्यति इति किमर्थं तद् लिखितमस्ति? न भविष्यति चेत् सूत्रकार्यं कर्तुं न शक्नोति. अत्र भवति चेत् भवति इति एव वक्तुं शक्नुमः यत् ज्ञानन् इति नकारान्त अङ्गमस्ति. नकारान्तमङ्गम् अस्ति अतः एव सर्वनामस्थाने चासम्बद्धौ इति सूत्रेण उपधायाः दीर्घत्वं भवितुं शक्नोति. अवगच्छति वा? अस्तु अग्रे पठतु प्रश्नः. सामान्यतः तत्र तत्र अत्र एव तत्र सुबत्तप्रकरणे एव तत्र अन्तिम तत्र अकारान्तस्य अन्तिमादयः भवति न अनन्त अन्यथा मध्ये आगच्छति खलु बहुगणे अत्र एव प्रायः खलु महोदय न तत्र तु सुबन्धप्रकरणे तु अत्र अन्ते एव अकारः अस्ति अतः अन्ते आगच्छति अन्ते आगच्छति ऋषादिगणे धातवः हलन्त हलन् मध्ये आगच्छति खलु अतः मध्ये आगच्छति अत्र सर्वे हलन्तदातव इति कृत्वा तत्र मध्ये आगच्छति यदि यदि धातु अस्ति धातु अजन्त अस्ति चेत् अन्ते आगच्छति अन्ते आगच्छति आमां सत्यं अस्तु प्रश्नः अत्र उक्तं ज्ञानयोग इ इति श्रीप्रत्ययः सुबन्तविषयप्रत्ययः भवितुं भवति सु औ जस् इत्यादयः तर्हि प्रथमपुरुषस्य बहुवचन जस् इति प्रत्ययः भवेत् कथं वाषि इति जातं मूलप्रत्ययः सु औ जस् इति तु सत्यं किन्तु अनन्तरं प्रत्यादेशः भवन्ति मूलप्रत्ययानां स्थाने आदेशाः भवन्ति सुबन्तविषये लिङ्गम् अनुसृत्य कुत्रचित् प्रातिपदिकस्य अन्तिमवर्णम् अनुसृत्य च आदेशाः भिद्यन्ते नपुस्तकलिङ्गे जस् शतोः षि इत्यनेन नपुंसकात् अङ्गात् जस् स्थाने षि आदेशः अनेन नपुंसकलिङ्गे प्रथमपुरुषस्य बहुवचने ईकारः आयाति अनेनैव वनानि वारीणि मधूनि जगन्ति कर्माणि धनूंषि मनांसि इति अत्र पश्यतु सर्वत्र दीर्घत्वं भवति वनानि वारीणि मधूनि अत्र यतो किमर्थं तत् सूत्रमस्ति खलु सर्वनामस्थाने चासम्बद्ध अस्तु पर्यन्तं तत्र महोदय विशेषसूत्रमस्ति वा जगन्ति इत्यस्मिन् विशिष्टं कार्यमस्ति तत्र तत्र प्रसक्तिः नास्ति सर्वे सर्वौ किञ्चित् उच्चैः ब्लूटूत् अस्ति ब्लूटूत् अस्ति क्या ब्लूटूत् अस्ति वा हेड्फोन् इदानीं सम्यक् अस्ति अस्तु अस्तु अग्रे पठामि वा महोदय न तत्र विजय महोदय इदानीं पठतु अस्तु आम् एवं च यदा श्रम् प्रत्ययः आगतः तदा विकरणप्रत्ययः निमित्तिकम् अङ्गकार्यं रुदादिगणे एकमेव विकरणप्रत्ययः निमित्तिकम् अङ्गकार्यं भवति तच्च केवलं यत्र श्रम् प्रत्ययात् परं धातौ नकारः वर्तते श्रम् प्रत्ययात् परं स्थितस्य नकारस्य लोपः स्नान्नलोपः इत्यनेन सूत्रेण यथा इन्द् योगः श्नम् इनन्द् इनन्द् इत्यस्मिन् श्नम् प्रत्ययात् परे धातौ नकारः वर्तते अतः स्नान्नलोपः इत्यनेन श्नम् प्रत्ययात् उत्तरस्य नकारस्य लोपः इनन्द् इनद् एवमेव तृण् तृण्ह् योगः श्नम् तृणन्ह् तृणः तृणः् अञ्ज् अणञ्ज् अणज् अणज् बञ्ज् बनञ्ज् बनज् तञ्ज् तनज् तनज्यः तनज् उन्द् उनन्द् उनद् इत्यादिकम् रुदादिगणे रुदादि पठतु रुदादिगणे एवमेव विकरणप्रत्ययः निमित्तिकम् अङ्गकार्यं भवति यथा तत्र केवलं स्नम् धातोः तत् परं धातौ नकारः वर्तते स्नम् इति धातोः नकारः एव अत्र स्नम् प्रत्ययात् परं धातौ आगच्छति चेत् तत्र नकारः वर्तते एव इदानीं स्नम् प्रत्ययात् परं स्थितस्य नकारस्य लोपः भवति किं सूत्रेण चेत् तत्र स्नान्नलोपः इत्यनेन इदानीम् इन्द् इति धातुः स्वीकुर्मः चेत् इन्द् योगः स्नम् इदानीम् अत्र नकारः द्विवारम् आगन्तव्यं परन्तु आगच्छति एव इनन्द् इति परन्तु अत्र स्नानलोपः इत्यनेन स्नम् इत्यस्य उत्तरस्य नकारः लोपः भवति अतः इनन्द् इति अस्ति चेत् अत्र इनद् एव भवति तादृशमेव तर्हि स्नम् इति प्रत्ययः अस्ति तस्य न एव अवशिष्यते तत् न मध्ये आगच्छति इदानीं स्नम् प्रत्ययनिमित्तिकं किमपि अङ्गकार्यम् अस्ति वा एकमेव अङ्गकार्यम् अस्ति यत् स्नम् प्रत्ययस्य यत् न अस्ति तस्य साक्षात् अनन्तरं यदि धातोः नकारः अस्ति तस्य नकारस्य लोपः भवति स्नान्नलोपः इति सूत्रेण यथा इन्ध अस्ति इन्ध धातुः अस्ति अत्र धातुमध्ये नकारः अस्ति प्रश्नम् इति प्रत्ययः आगच्छति श्नं कुत्र आगत्य कुत्र वसति इकारः अस्ति अन्तिम अचवर्णः अतः तस्यानन्तरं न भवति ई नन्ध अत्र यत् न अस्ति प्रथमनकारः अस्ति नकारोत्तर नकारः अपि च नकारोत्तरवर्ति अकारः न तत् श्नं प्रत्ययस्य अवयवः तस्यानन्तरं यः नकारः भवति तत्तु धातोः इन्द् धातोः अवयवः अतः श्नम् प्रत्ययस्य न तस्यानन्तरं यः नकारः अस्ति तस्य लोपः भवति स्नान्नलोपः अतः इनन्द् न भवति अङ्गं परन्तु इनद् तथैव तृणः स्त्रिण्ण अस्ति तस्य त्रिण्णः त्रिण्णः इति भूत्वा नकारलोपः भूत्वा तृणः इति भवति अञ्ज् मध्ये वस्तुतः तत् नकारः यदस्ति तत् वस्तुतः न एव अस्ति तत्र अञ्ज नकारः एव भवति तत्र अनञ्ज तस्य लोपः भूत्वा अनज् तथैव भञ्ज मध्ये भनज् तञ्ज मध्ये तनज् उन् मध्ये उन्नज् इति अस्ति अवगच्छन्ति वा आं महोदय अस्तु महोदय अग्रे पठामि वा महोदय आं पठतु देयं यत् अङ्गकार्यं नाम तृतीयं निमित्तीकृत्य अङ्गम् उद्दिश्य यत् कार्यं तद् अङ्गकार्यं केवलं प्रत्ययात् प्राक् तदेव अङ्गम् इति न प्रत्ययं निमित्तीकृत्य यत्र कार्यं भवति तत्र अङ्गं भवति अतः रुदादिगणे यद्यपि विकरणप्रत्ययः धातोः मध्ये उपविश्यति तदापि स च धातुः विकरणप्रत्ययस्य कारणेन अङ्गमेव एतत् अङ्गकार्यं अङ्गकार्यं नाम प्रत्ययं निमित्तीकृत्य अङ्गम् उद्दिश्य कार्यं भवति एतत् अङ्गकार्यम् इति परन्तु प्रत्ययस्य प्राक् अपि प्रत्ययस्य प्रत्ययात् प्राक् तदेव अङ्गमिति न प्रत्ययं निमित्तीकृत्य यद् यत्र अङ्गं यत्र कार्यं भवति प्रत्ययनिमित्तीकृत्य यत्र कार्यं भवति तत्र अपि अङ्गमिति भवति रुदादिगणे यद्यपि विकरणप्रत्ययः धातोः मध्ये उपविश्यति तदापि स च धातुः विकरणप्रत्ययस्य कारणेन एव अत्र अङ्गं भवति मध्ये तिष्ठति अपि तत्र अङ्गकार्यं भवति एव रुदादिगणीयधातुः अत्र स्नानलोपः तर्हि एकनिमिषः तर्हि सामान्यतया इदानीं पर्यन्तम् अस्माभिः किं दृष्टमस्ति प्रत्ययः अस्ति तस्मात् पूर्वं यः अस्ति तत् अङ्गमस्ति तत् सामान्यतया वयम् अस्माभिः दृष्टं परन्तु रुधादिगणे किं भवति विकरणप्रत्ययः मध्ये आगच्छति खलु ऋणद् ऋणद् मध्ये न अस्ति तत् सामान्यतया विकरणप्रत्ययः अन्ते आगच्छति परन्तु अत्र मध्ये एव आगच्छति तर्हि प्रश्नः उदेति यत् श्नम् प्रत्ययस्य कृते अङ्गं किं केवलं रु इति अस्ति वा यत् प्राक् अस्ति न तथा नास्ति तस्य कृते इदानीमपि धातुः सम्पूर्णधातुः एव अङ्गमस्ति रुध् एव अङ्गमस्ति यतोहि तत्र नाम रुध् योगः श्नम् अस्ति खलु रुध् एव अङ्गमस्ति न मध्ये आगत्य ऋणद् भवति श्नम् कृते रु केवल अङ्गं नास्ति परन्तु सम्पूर्णरुध् अङ्गमस्ति इति अस्ति अतः मा चिन्तयतु यत् ओ अङ्गधाप्रत्ययः अस्ति प्रत्ययात् प्राक् तस्य देव अङ्गं न सम्पूर्ण अङ्गमस्ति अतः सम्पूर्ण अङ्गे कार्यं भवति अङ्गकार्यं भवति तथा नास्ति चेत् इनन्धमध्ये इ न अस्ति इदानीं यत् धातोः नकारः अस्ति तत् प्रत्ययस्य अनन्तरम् आगच्छति अतः अङ्गस्य भागः न भवति यदि प्रागेव अस्ति चेत् अङ्गस्य भागः नास्ति चेत् अङ्गकार्यमपि न भवति नकारलोपोपि वा भवति तथा नास्ति अङ्गस्य भागः इदानीम् अपि अस्ति यतोहि धातोः भागः अस्ति अतः अङ्गस्यापि भागः अस्ति अतः तस्य अङ्गकार्यं भवति न लोपः भवति अस्तु अतः महोदय अत्र इदानीं रुदादिगणे सर्वे हलन्ताः अतः यत् मध्ये पतति इति कृत्वा तत्र धातुसंज्ञा अपि भवति अङ्गसंज्ञा अपि भवति खलु सम्यक् ऋणत् इति ऋणत् इति अङ्गं तु अस्ति एव विशेषं धातुः अपि अस्ति सम्यक् तत्र एकं अहं पूर्वम् एकवारं पठितवन्तः कुत्र मध्ये पतितानवश्यं तत्र किमपि अस्ति खलु मध्ये पतितमश्चेत् तत्र संज्ञा न जहाति इति मध्ये आगच्छति कर्णप्रत्यये धातुसंज्ञा भवति एव इति अङ्गसंज्ञा अङ्गमस्ति परं धातुसंज्ञा अपि धातुसंज्ञा अपि अस्ति अन्येषु तादृशं नासीत् खलु अन्येषु गणेषु तत् तादृशं नासीत् एकवारं विकरणं योजयामः चेत् अङ्गं भवति धातुत्वं जहाति इति वयं दृष्टवन्तः सम्यक् सत्यं पठतु अग्रे जयमहोदय पठामि वा महोदय आमां पठतु सूत्रम् अत्र स्नानलोपः स्नम् प्रत्ययोत्तरस्य नकारस्य लोपः भवति इति सूत्रेण नस्य लोपो न लोपः षष्ठी तत्पुरुषः स्नात् पञ्चम्यन्तं नलोपो नलोपः प्रथमार्थं द्विपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् एवं स्नात् अङ्गस्य न लोपः इति अत्र अस्ति स्नात् सरलसूत्रमेव अस्ति स्नात् अङ्गस्य न लोपः अङ्गस्य श्न प्रत्ययान्त श्न अङ्गस्य श्न प्रत्ययात् नकारस्य लोपः इदानीं द्वितीयबिन्दुः तिङ्प्रत्ययस्य सिद्धिः रुदादिगणे अङ्गम् अनदन्तम् अतः अनदन्त अङ्गानां कृते ये सिद्ध तिङ्प्रत्ययाः भवन्ति ते अत्र प्रयुज्यन्ते परस्मैपदिनः सीतः अन्ति सीतगत म वह मह मि वह मह आत्मनेपदं ते आते अते से आते द्वे ये वहे महे लोट्लकारः तूतात् ताम् अन्तु हीतात् तं त आनयाव आम आत्मनेपदं ताम् आताम् अतां स्व आत्थं द्वं ये ऐ आवहे आमहे लङ् लकारे तूतात् तू ताम् अन्न तू न न न त ताम् अन्न इस्तं त अं वा म आत्मनेपदिनः त आताम् अत तः अत्थं द्वं ईवहिमहि विधिलिङ् लकारः याति यातां युः याः यातं यात यां यावयाम इदानीम् अनदन्त लक् अनदन्तविषये विधिलिङ्ग ईत ईयातम् ईरन् ईतः ईयार्थम् ईध्वम् ईय ईवहि ईमहि यत्र यत्र स्थूल अक्षराणि सन्ति तत्र तत्र पित् अस्ति गुणकार्यं भवति अन्यत्र न भवति इति सम्यक् अस्तु धन्यवादः महोदय तर्हि अनदन्तमङ्गमस्ति सर्वत्र ज्वलन्तम् अत्र हलन्तमस्ति खलु अतः अनदन्तानां कृते ये प्रत्ययाः सन्ति ते एव अत्र सन्ति किमपि नूतनं नास्ति अस्तु इदानीं प्रथमसोपानः समाप्तं द्वितीयसोपानं समाप्तं तृतीयसोपानस्य अवसरम् तस्मात् पूर्वमपि प्रत्यादेशाः सन्ति कुत्रचित् प्रत्ययस्य आदेशः भवति कथं लोटि हू झल् व्योहेर्धि अत्रापि तस्य प्रसक्तिः भवति झलन्तधातुः अस्ति चेत् जहि स्थाने धि भवति तद् वयं जानीमः नाम लङ् लकारे अपृक्त इकारप्रत्ययः अस्ति अतः हू हल्न्याभ्यो दीर्घादृशं हल् इत्यनेन तकारस्य सकारस्य लोपः भवति इति अत्र तस्य अत्रापि सूत्रस्य प्रसक्तिः भवति अतः तदपि अस्माभिः पठितं तर्हि किमपि नूतनं नास्ति तिङ्प्रत्ययसिद्धिः इति सोपाने. अस्तु द्रौपदी महोदय, तृतीयसोपानं तिङ्प्रत्ययस्य कृते. अस्तु, तिङ्प्रत्ययनिमित्तिकं निमित्तकम् अङ्गकार्यं तदा अङ्गनि तिङ्प्रत्ययोः मेलनम् अङ्गकार्यं. रुधादिगणे तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यम् एकमेव, तच्च सर्वेषु धातुषु प्रवर्तते. अपिसु सार्वतकलकारेषु ष्टं प्रत्यये सितस्य अकारस्य लोपः भवति श्नसोरल्लोपः इत्यनेन सूत्रेण. यथा ऋणद् योगर्थः तत्र रुन्दः इति भवति, तत्र क्षम्यतां रुन्द् योगर्थः इति, तत्र नकारात् पर यद् अकारस्य तस्य लोपः भवति, लोपः भवति. बिनद् योगर्थः बिन्तः तत्र बिन्दतः. कृणत् योगतः कृन्त् योगतः शुनद् तः शुन्द् योगतः तथैव तृणः योगतः तृन्ह इत्यादि इत्यादिकम्. इदानीं सूत्रमस्ति स्नसोरल्लोपः इति षष्टाध्यायचतुर्थपादस्य एकदशाधिक एकशतम्. स्टम् प्रत्ययस्य अपि च अस् धातोः अकारस्य लोपः भवति कितिनिति सर्वार्थके पदे. स्नश्च अश्च तयोः इतर इतर द्वन्द्वौ स्नसौ शकन्द्वादिषु पररूपं वाच्यम् इति वास्तिकेन पररूपादेशः देशात् न सवर्णदीर्घसन्धिः. स्नसोः षष्ट्यन्तम् अल्लोपः प्रथमान्तं द्विपदवितं सूत्रम् अत उत्सार्धातुके इत्यस्मात् सार्धातुके इत्यस्य अनुवृत्तिः गमः न जनकनगतां लोपः किति अनङ्गि इत्यस्मात् कीति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्ति सूत्रमध्ये अङ्गस्य ससोः अल्लोपः सार्धातुके कित् निप्पत्ये कित् सार्धातुके किति किङिति इति. अतः तर्हि अत्र अकारस्य लोपः भवति कित् कित् निप्पत्ये परे सार्धातुके कित् निप्पत्ये परे इति अस्ति इति एकम् एतद् अङ्गकार्यमस्ति. सर्वत्र कित् यत्र अपित् अस्ति तत्र अस्य सूत्रस्य कार्यम् अस्ति. सर्वत्र अजादि भवतु अथवा अत्र किमपि न उक्तम् अतः हलादि अजादि यत्किमपि भवतु तत्र कार्यमस्ति. स्नसोरल्लोप इत्यस्य कार्यम् एकमेव अङ्गकार्यमस्ति तिङ्प्रत्ययनिमित्तिकं. यत्र तिङ्प्रत्ययः सार्वधातुक तिङ्प्रत्ययः अस्ति तत् अपित् अस्ति चेत् निष्वद् भवति चेत् श्नम् प्रत्ययस्य अकारस्य लोपः भवति इति सूत्रम्. इदं सूत्रम् अस्माभिः अदादिगणे अपि पठितं. कस्मिन् धातौ? तत्र अस् धातौ. अस् धातु कृते श्नम् अपि अस्ति, अत् अपि अस्ति खलु अत्र. अतः स्तः सन्ति, स्तः अस्ति खलु. अकारस्य लोपः भूत्वा स एव अवशिष्य स्तः भवति. तर्हि अस्य सूत्रस्य पठनम् एकवारम् अस्थातु कृते अस्माभिः अदादिगणे इति कृतम्. इदानीं श्नम् प्रत्यय कृते इदानीं रुधादिगणे कुर्मः. तर्हि सर्वे आगच्छन्ति, सर्वौ आगच्छतः खलु. कार्यं किं भवति? शतोरल्लोपः. विजय महोदय, तर्हि इदानीं पर्यन्तं सूत्रद्वयम् अस्माभिः पठितम्. श्नाल्लोपः इति अस्माभिः श्नान्नलोपः इति एकं सूत्रं, ससोरल्लोपः इति अन्यसूत्रं. तत्र भिन्नभिन्नमस्ति. श्नान्नलोपः यत्र धातुरूपी अतीव कार्यं भवति, निमित्तमस्ति श्नम् प्रत्ययः. श्नसोरल्लोपः इति अत्र निमित्तमस्ति तिङ्गप्रत्ययः. भिन्नमस्ति सर्वत्र लोपः, उभयत्र लोपः भवति परन्तु भिन्नभिन्नं कार्यमस्ति. अवगच्छन्ति खलु? आं महोदय. श्रूयते वा? श्रूयते महोदय. श्रूयते, पठामि वा? एकनिमिषः इदानीं. हलो, पठतु महोदय, पठतु अग्रे. इदानीं सम्यक् अभवत्. क्लेशः आसीत्. अस्तु, एङ्गीफलरूपम् इत्यनेन अवर्णान्तात् उपसर्गादि उपसर्गात् अस्तु, एङ्गादौ धातोपरे एङ्गादातोपरे पररूपादेशः भवति. प्र एजते प्रेजते इति, उप ओषति उपोषति इति अष्टाध्याय्यां तस्मिन्नेव स्थले वार्तिकमस्ति. शकन्द्वादिषु पररूपं वाच्यं शक अन्धु शकन्धु कुल अट कुलट शकन्द्वादि आकृतिगणः. अनेन श्नसोः अपि अन्यतमः सदस्य. अतः अत्र दत्तमस्ति श्नसोः लोप इत्यस्मिन् श्न इति आसीत्यस्य किमर्थं तत्र तत्र स्वर्णदीर्घसन्ध्या न अभवत् इति खलु. नाम श्नम् योगः अस् श्न योगः अस् श्नान अस्ति खलु, अत्र श्नस् लिखितम् किमर्थम्? अनेन वाच्यम् अनेन सकन्द्वादिश पररूपं वाच्यन् इति तत्र आकृतिगण इति मत्वा तत्र एतदपि अस्य अस्मिन् आकृतिगणे अस्ति इति कर्तव्यम् इति अस्ति. अस्तु, एवं च स्नसोरल्लोप इति सूत्रस्य कारणतः पिस्सु प्रत्ययेषु एकं रूपम् अपिस्सु प्रत्ययेषु च अन्यत् रूपं. यथा पिस्सु प्रत्ययेषु अकारलोपः न भवति. रुद्ध योग न योग ति ऋणद् योग ति इति अस्ति. क्षुद् योग न योग ति शुणद् शुणद् योग ति इति. एकवारं क्षुद् अस्तु. रिच् योग न योग ति ऋणच् ति. तृदुयोग तृदुयोग न योगति तृणत्ति कृणत्ति तृणस्ति इति. तत्र सर्वत्र अकारस्य लोपः न भवति, नकारोत्तर अकारस्य लोपः न भवति, परन्तु अपिस्य प्रत्ययेषु अकारलोपः भवति सर्वत्र. यथा ऋदुयोग न योगतः, इदानीं तत्र स्नसोरल्लोपः इत्यनेन तत्र तः इति कित् नित् प्रत्ययः अस्ति इति कृत्वा तस्य प्रसक्तिः स्नसोरल्लोप इत्यस्य प्रसक्तिः. अतः रुन्द् योगतः तथैव क्षुद् योग न योगतः क्षुन्द् योगतः रिञ्च् योगतः तृन्द् योगतः कृन्द् योगतः तृण् तृन् योगतः इति भवति. ध्येयं यत् पिस्सु प्रत्ययेषु नत्वं भवति यत्र निमित्तं वर्तते. अपिस्सु प्रत्ययेषु निमित्तं प्रतीयते चेदपि अपिस्सु प्रत्ययेषु निमित्तं प्रतीयते चेदपि नत्वं नैव भवति. निमित्तं भाति परन्तु वस्तुस्तु नास्ति. अत्र पूर्वत्रासिद्धम् इत्यनेन अस्तु नत्वं बाधितम्. अग्रे यत्र सन्धिकार्यं क्रियते अत्र नत्वं कथं बाधितम् इति पश्येम. अस्तु, अत्र अस्तु नत्वं यत्र शुद्ध रुन्द् कुत्र अस्ति नत्वं कृन्द् कृन्द् इत्यस्मिन् रेप अस्ति. अतः तत्र नत्वं भवेत् इति भाति परं न भवति इति. तृण् इत्यस्मिन् अपि किमर्थं न भवति जानीमः सर्वे. तत्र नकारः एकनिमिषः किमस्ति एकनिमिषः महोदय. तृण् किमर्थं न भवति महोदय? इदानीं मनसि नास्ति. कुर्वन्ति मध्ये किमर्थं भवति? पूर्वतासीतम् इत्यनेन न भवति इति अस्ति प्रायः. अस्ति परन्तु किञ्चित् अग्रे वदतु. कुर्वन्ति अस्ति खलु? अस्ति वकारः अथ कुप्वा भूमिवायपि इत्यनेन व्यवधानं न भवति. तर्हि कुर्वन्ति किमर्थं न भवति? कुर्वन्ति किमर्थं भवति? तथैव तदेव तत् तत् अनन्तरं भवति खलु. तत्र एतत्तु अतः प्रथमम् अनुस्वारः भवति. अतः अनन्तरमेव अतः एव अनन्तरं तत्र नत्वस्य प्रकरणस्य इति अस्ति. अनन्तरं पुनः नकारः भवति. नकारः तदेव आम् इदानीं. तर्हि रुन्ध क्ष्णुन्द मध्ये प्रथमं तु नकारस्य अनुस्वारः भवति नश्च पदः झलि इत्यनेन. तदनन्तरमेव सूत्रमागच्छति रसाभ्यां नुणः समानपदे. परन्तु रसाभ्यां नुणः समानपदे तु नकारं दृश्यति एव न, पश्यति एव न, तत्तु अनुस्वारमेव पश्यति. अतः तस्य इदानीं प्रसक्तिः एव न भवति. अतः कार्यमपि न भवति, यतो हि अनुस्वारः अस्ति। तदनन्तरम् अनुस्वारस्य अपसरण इत्यनेन पुनः नकारः आगच्छति। पूर्वत्र सिद्धम् इत्यनेन रसाभ्यां नुणसमानपदे अत्युत्वां वायति इति सूत्रद्वयं तु केवलम् अनुस्वारः एव पश्यति, अतः तस्य कार्यं न भवति। अतः रुन्ध भवति, शुन्ध भवति, तथैव कुर्वन्ति मध्ये नकारः एव तिष्ठति, न तु अणकारः। अनुस्वार कृत्वा तद् बाधितं, तत् बाधितं भवति, अतः पाणिनेः बुद्धिमत्ता अस्ति, कृतवान् तादृश अन्यथालु बहु अद्भुतमस्ति तु अस्ति। अस्तु, धन्यवादः महोदय। विजय महोदय अग्रे पठतु, अत्र इतोपि कश्चन पृष्टः। अत्र इतोपि कश्चन प्रश्नः उदेति, रुदादिगणे अपित्सु तिङ् प्रत्ययेषु सर्वेषाम् अङ्गाणां स्नसोरो स्नसोरल्लोपः इत्यनेन नकार उत्तरस्य अकारलोपः भवति, अतः अङ्गस्य उपादायं नकारः भवति। अपि च रुदादिगणे इसि दातुम् अतिरिच्य सर्वे धातवः अनिदितः, अतः येषां सर्वेषाम् अनिदितां धातूणाम् अङ्गानाम् अपित्सु प्रत्ययेषु अनिदितां हला उपादायाः ङिति इत्यनेन किमर्थं नकारलोपः न स्यात्? अत्र प्रश्नः उदेति, एकनिमिषं महोदय, प्रश्नः अवगच्छतः वा? हा, एकनिमिषं महोदय। अत्र किमर्थम् अत्र न लोपः इति तत्र प्रश्नः उदेति, केन सूत्रेण लोपः भवितुं शक्नोति? अकारलोपः, अकारलोपः स्नसोरल्लोपः इत्यनेन नकार उत्तरस्य अकारः लोपः भवति, खलु महोदय? इदानीम् अनिदितां धातूणाम् अङ्गाणाम् अपित्सु प्रत्ययेषु अनिदितं हल उपादायः स्मिति इत्यनेन किमर्थं नकारः लोपः न स्यात् इति तत्र प्रश्नः उदेति। नकारस्य कित् प्रत्यये परे अस्ति चेत् तत्र उपधानकारस्य लोपः भवति एव, परन्तु तत्र किमर्थं नकारलोपः न स्यात्? अधः पश्यामि चेत् रुन्द् योगः तः, तत्र अपित् अस्ति। इदानीं क्षुन्द् योगः तः, रिञ्च् योगः तः, तृन्द् योगः तः, कृन्द् योगः तः, तृण्ः योगः तः, येषु सर्वेषु स्थलेषु अनिदितमल उपादाया किति किम् इति इत्यनेन अपित्सु प्रत्ययेषु सर्वत्र नकारः लोपः भवेत् किमर्थं न भवति इति तत्र एतत् सूत्रेण सम्यक्तया अत्र अवगन्तुं शक्यते खलु महोदय? एकनिमिषं, तर्हि किं लिखति? तत्र सर्वत्र यत्र अपितङ्गम् अस्ति तत्र सर्वत्र उपधायमध्ये नकारः अस्ति, तत्र अपिध प्रत्ययः अस्ति, यथा रुन्ध, क्षुन्द, रिञ्च, त्रिन्द, सर्वत्र अङ्गमस्ति, अङ्गे उपधायां नकारः अस्ति, तदनन्तरम् अपित् प्रत्ययः अस्ति, नित्वत् अस्ति, अतः तस्य कृते सूत्रमस्ति खलु अनिदां हल उपधायाः निति। अनिदितां नाम यत्र इत् संज्ञक नास्ति, नाम मूलधातु मध्ये इत् ह्रस्व इकारः इत् संज्ञकः नास्ति, तर्हि अत्र तु कुत्रापि नास्ति, रुन्ध मध्ये नास्ति, क्षुन्ध मध्ये नास्ति, रिच् मध्ये नास्ति, त्रिद् मध्ये नास्ति, सर्वत्र नास्ति, इदित् नास्ति, अतः अणिदस्ति, अणिदस्ति, अतः उपधा मध्ये नकारः अपि अस्ति अतः तस्य लोपः भवेत् परन्तु लोपः तु न भवति खलु रुन्धतः रुन्ध भवति रुद्धः न भवति तर्हि कथं न किमर्थं न भवति इति एव प्रश्नः अग्रे आगच्छति तर्हि सूत्रं किमस्ति सूत्रपठनस्य आवश्यकता नास्ति यतो अस्मै पूर्वं पठितम् अनितां फल उपधायानिति अनिदितां नाम यस्य अङ्गस्य धातोः यस्य इत्संज्ञक इत् ह्रस्व इकारः इत्संज्ञकः नास्ति तादृश हलः अङ्गस्य नाम हलन्त अङ्गस्य अनिदितां हलः अङ्गस्य अनिदित हलन्त अङ्गस्य उपधा मध्ये नकारस्य लोपः भवति इत् नित् प्रत्यये परे इति तर्हि अग्रे पठतु अत्र च इदित् इत्यनेन अत्र च इदित् इत्यनेन कीदृशधातुः गृह्यते इत्यस्य बोधनार्थम् इदितो नुम् धातोः इति सूत्रं परिशीलनीयम् इदितो नुम् धातोः इत्यनेन इदितः धातोः नुम् आगमः भवति तर्हि कीदृशाणां धातूनाम् इदित्वात् नुम् आगमः इत्यस्य स्पष्टीकरणार्थं काशिकावृत्तौ उच्यते यत् इरितां समुदायस्येत् संज्ञा महाभाष्येन अत्र अपि एतत् विषये उक्तम् इदित्वं नास्ति संज्ञायाम् अपित् अस्ति अपित् संज्ञायाम् अवयवशो किम् अस्ति किमर्थम् अत्र अवयवशः अपि आमामाम् अवयवशः अपित् संज्ञायां सत्यां गोः पादान्ते इतोन्तग्रहणात् अनुवर्तितव्यं तेनान् इदितो धातवो गृह्यन्ते अनेन अन्ते इत्यस्य अनुवर्तिः इदित् इत्यस्य अर्थबोधनार्थम् उपदेश अवस्थायां धातोः अन्ते इत् संज्ञकः ह्रस्व इकारः वर्तते चेत् एव इदित् धातुः इति उच्यते उपदेश अवस्थायां धातोः अन्ते इत् संज्ञकः ह्रस्व इकारः नास्ति चेत् स च धातुः इदित् नास्ति एतत् समीचीनतया सुलभतया अवगन्तुं शक्नोति एव अनेन रुधिर् विचिर् एतादृशाः धातवः इदित् न अपि तु इरितः इति इर् इति वाच्यं खलु महोदय अत्र इरि इति इर् इत् संज्ञा वाच्या इति वार्तिकमपि अस्ति एतत् विषये तदेव आं महोदय आहत्य किम् अस्ति इदित् इत्युक्ते यत्र मूलधातोः अन्ते इकारः अस्ति चेत् तस्य उपदेशे अनुनासिकम् इति सूत्रेण इत् संज्ञा भूत्वा तदेव इद् अङ्गम् अस्ति उपदेश अवस्थायां धातोः अन्ते इत् संज्ञक ह्रस्व इकारः वर्तते चेदेव इदि धातुः उच्यते यथा हिसि अस्ति अन्यापि अपि अस्ति तदेव इदित् तथा नास्ति चेत् अनिदित् उपदेश अवस्थायां धातोः अन्ते इत् संज्ञक ह्रस्व इकारः वर्तते चेदेव इति धातोः उपदेश अवस्थायां धातोः अन्ते इत् संज्ञक ह्रस्व इकारः नास्ति चेत् धातुः इदित् नास्ति अनिदित् अस्ति अतः रुधिर् अस्ति रुधिर्मध्ये इ इति इत्संज्ञक नास्ति इर् सम्पूर्ण इत्संज्ञक अस्ति अतः अत्र इदित् नास्ति विचिर्मध्ये अपि इर् इरित् अस्ति इदित् नास्ति इकारः गच्छति परन्तु इत्संज्ञक इर् अस्ति एतादृशधातवः इदित् न अपि तु इरित् अस्ति इदित् नास्ति अतः अविदित् अपि अस्ति तर्हि रुधिर्विचिर् एते धातवः अनिदित् सन्ति इति सत्यमस्ति खलु अनिदित् सन्ति चेत् सूत्रस्य प्रसक्तिः भवेत् किमर्थं न भवति तर्हि अग्रे पठामः अग्रे पठामः कः पठति रूपती महोदय पठतु तर्हि रुदादिगणे येषां सर्वेषाम् अनुदितां धातूनाम् अङ्गानाम् अपि सुप्रत्ययेषु अनुदितां हल उपादायः किति इत्यनेन किमर्थं नकारलोपः न स्यात्? उत्तरम् एवं यत् ससदल्लोपः इति अपि च अनुदितां हल उपादायः इति किङिति इत्याभ्यां यत् कार्यं भवति तद् द्वयमपि अभीयकार्यमस्ति. अस्तु 6424 6421 11 अस्तु. अपि च द्वयोः आशयः समानः कित् नित्प्रत्ययः, अतः अनुदितां हल उपादायः किङिति इति सूत्रं प्रति स्नसरल्लोप इत्यस्य कार्यम् असिद्धम्. अनुदितां हल उपादायः किङिति प्रति यतोहि अकारलोपः न जातः उपादायां नास् सारि न जातः नकार उपादायां नास्ति, तस्मात् अनुदितां हल उपादायं किङिति इति सूत्रस्य प्रत्यक्तिर्नास्ति इति अत्र अवगच्छन्ति वा? आम्, अभीयकार्यमस्ति इति कृत्वा तत्र सिद्धं भवति. तर्हि अभीयकार्यम् इत्युक्ते किं? तत्र अभीयकार्यम् इत्युक्ते तत्र समान तत्र निमित्तं समानं भवेत्, आशयः समानं भवेत् कार्यस्य इति खलु. श्रूयते वा महोदय? समानाश्रितकार्यमस्ति चेत् अभीयकार्यम् इत्युक्ते किम्? अभीयकार्यम् इत्युक्ते तत्र तत्र अत्र असिद्ध अत्र अभात् इत्यनेन तत्र आभात् तत्र 6422 परि ततः तत्र षट् अध्यायस्य अन्तिमपर्यन्तं यदस्ति तत् अभ्ययकार्यं भवति इति वयं जानीमः. तत्र असिद्धत्वं भवति इति तत्र एक समानाश्रितकार्यस्य परस्परं तत्र असिद्धं भवति इति वयं पठितवन्तः पूर्वं. तत्र अस्धातोः एव एधि इति दृष्टवन्तः खलु, तत्र अस्धातोः लोट्लकारे एधि इति भवति इति अभ्ययकार्यम् अस्ति. पूजल् बहेर्दि इत्यस्य अपि किमपि दृष्टवन्तः इदानीं मनसि अस्ति, तत्रापि आसीत्. सम्यक्, किं लिखितं? तर्हि आभ्यकार्यम् इत्युक्ते अत्र असिद्धवत् अत्राभात् इति एकं सूत्रमस्ति, अस्माभिः बहुवारं पठितम्. असिद्धवत् अत्राभात् इति सूत्रं किं वदति? अत्र नाम 6422 तः भसंज्ञा इति अधिकारपर्यन्तं यत् ये सूत्राणि सन्ति ते आभ्यकार्याणि इति सन्ति. असिद्धवत् अत्राभात् असिद्धवत् अत्र आभात् आभात् इत्युक्ते आभात् भ पर्यन्तं, भ इत्युक्ते भस्य इति सूत्रमस्ति, भस्य इति सूत्रस्य अधिकारक्षेत्रमस्ति, तस्य अधिकारक्षेत्रस्य अन्तपर्यन्तं 6422 तः भस्य इति सूत्रस्य अधिकार अन्तपर्यन्तम् अस्य सूत्रस्य प्रसक्तिः अस्ति. किं वदति सूत्रं? सूत्रद्वयं यत् अस्मिन् क्षेत्रे यत् सूत्रद्वयं भवति तस्य यदि एकमेव निमित्तमस्ति, अत्र समानाश्रितम्, अत्र इत्युक्ते किम्? एकस्मिन् स्थलम् इत्युक्ते एकम् एव समानाश्रितं यदि अस्ति चेत् परस्परकृते सूत्रद्वयम् असिद्धवत् भवति, परस्परस्य कार्यं द्रष्टुं न शक्नुवतः. अतः श्नसोरल्लोपः इति एकं सूत्रमस्ति, अनुयतां हल उपधायनिति इति एकं सूत्रमस्ति, सूत्रद्वयं असिद्धवत् अत्राभात् इति सूत्रस्य कार्यक्षेत्रे भवति, अतः आभीयकार्यम् इति उच्यते. उभयोः एकमेव निमित्तमस्ति, आश्रयम् एकमेव अस्ति. किम् आश्रयम्? कित्नित् प्रत्ययः अस्ति खलु. नसोरल्लोपः किं भवति? श्नसोरलोपः भवति, श्नम् प्रत्ययस्य अकारस्य लोपः भवति कित् कित् प्रत्ययपरे। अनितां खलु उपधायः किं भवति वदति, उपधामध्ये नकारस्य लोपः भवति कित् कित् प्रत्ययपरे, अतः कित् नित् समानाश्रमस्ति, अतः असिद्धवत् अत्राभात् सूत्रस्य अत्र कार्यं भवति। किं कार्यमस्ति? यत् श्नसोरल्लोपः इति सूत्रेण यत् कार्यं भवति तत् कार्यम् अनयतां हल उपधायामिति द्रष्टुं न शक्नोति। श्नसोरल्लोपः इति किं कार्यं करोति? श्नसोरल्लोपः इति किं कार्यं करोति? रुनद् इति अकारस्य लोपः, रुनद् इति स्थित्यां श्नसोरल्लोपः कार्यं कर्तुं शक्नोति खलु? आं, नकारस्य अकारस्य लोपः भवति तर्हि रुन्ध् इति भवति, परन्तु एतत् अकारलोपः अनेतां फल उपधायानितिः द्रष्टुं न शक्नोति। किमर्थं? सिद्धवत् अत्राव तत्तु अकारम् इदानीम् अपि पश्यति, अकारम् इदानीमपि पश्यति चेत् तस्य कृते उपधायाम् अकारः अस्ति, अकारः अस्ति खलु, उपधायाम् अकारः एव अस्ति चेत् सूत्रप्रसक्तिमेव न भवति, अतः सूत्रं कार्यं न करोति। अतः केवलं श्नसोरल्लोपः एव सूत्रं कार्यं कृत्वा रुन्ध इति अङ्गं भवति, तस्य नकारस्य लोपः न भवति, यतोहि उपधायां नकारः दृश्यत् पश्यति एव न, अनिलतां हल उपधायामिति आभ्यकार्यमस्ति। अतः पुनः पश्यतु बुद्धिः, पश्यतु बुद्धिं, पश्यतु पाणिनिः जानाति यत् अस्य सूत्रस्य क्लेशः भवति, क्लेशः भवति चेत् रूपनिर्माणे दोषः भवितुं शक्नोति। अतः सः किं करोति? अभियकार्यस्य क्षेत्रे सूत्रद्वयं स्थापयति येन क्लेशः न भवति, असिद्धवत् भवति। लिखित्वा न कर्तुं शक्यते खलु महोदय, तत्र मनसि तत् सः सर्वाणि पदानि दृष्ट्वा मनसि एव कृत्वा कृतवान्, सम्पूर्णचित्रं न भवति, अस्माकं तु न भवति, कोऽपि न कर्तुं शक्यते। तदेव, अतः पाणिनि भगवान् एव अस्ति इति जनाः चिन्तयन्ति खलु, शब्दानां किं तत् समीचीनं न भवति खलु, तत्र किमपि क्लेशः न भवति, कुत्रचित् भवति परन्तु बहु आधिक्येन 99% आगच्छति खलु सर्वत्र, असङ्ख्यानि पदानि सन्ति खलु, कोट्यधिक, तत् कथं वा मनुष्यस्य नास्ति इति, तदेव सः मनुष्यः नास्ति एव, सः ऋषिः अस्ति, भगवान् अस्ति इति अतः एव चिन्तयन्ति। सम्पूर्णभाषायाः गूढचित्रं मनसि स्थापयित्वा एव सः सर्वं करोति। अतः एव अष्टाध्याय्यां दोषः न्यूनातिन्यूनमस्ति। अतः अत्र आभ्यकार्ये स्थापितम्, अतः सूत्रस्य प्रसक्तिः न भवति, केवलं श्नसोरल्लोपसूत्रस्य प्रसक्तिः भवति, अतः उपधामध्ये नकारस्य लोपः न भवति, रुन्धेव अवशिष्यते, भिन्देव अवशिष्यते। तर्हि आगच्छन्ति वा? आम्, तत्र अस्धातोः एदि इति तत्र ए इति सकारस्य स्थाने एक् भवति वा, भूजर्भ हेदि इत्यनेन सकार पश्यति एव, तादृश एदि इति भवति इति वयं दृष्टवन्तः, तदेव काव्यकार्यमस्ति। आमां, विजयमहोदय अवगच्छति? आं महोदय। अतः सिद्ध अत्राभा इति पठनस्य आवश्यकता नास्ति, तर्हि ऋणद्योगः तः श्नसोरल्लोपः इत्यनेन रुन्धयोगः तः असिद्धवत् अत्राभात् इत्यनेन अनिलतां हल उपधायानिति इति सूत्रं प्रति श्नसोरल्लोपः इत्यस्य कार्यम् असिद्धं, तत् सूत्रं तु ऋणद्योगः तः एव पश्यति, अतः उपधायाम् अकारः अस्ति, नकारः तु नास्ति, अतः सूत्रस्य प्रसक्तिः न भवति, अतः सूत्रं कार्यं न करोति, अतः आहत्य केवलं श्नसोरल्लोपः कार्यं करोति, अतः रुन्धयोगः तः इति भवति। तदनन्तरं सन्धिकार्याणि सन्ति, अस्माभिः सर्वाणि सन्धिकार्याणि पठितानि पूर्वमेव, अतः पुनः पठनस्य आवश्यकता नास्ति, किमपि नूतनं नास्ति. नूतनम् अस्मिन् पाठे नूतनं केवलं सूत्रद्वयं, स्नाल्लोपः स्नान्नलोपः स्नसोरल्लोपः स्नान्नलोपः स्नसोरल्लोपः. एतत्सूत्रद्वयमेव नूतनम् अस्ति, अन्यत्र एकं विकरणनिमित्तीकृत्य, एकं तु प्रत्ययनिमित्ति तिङ्प्रत्ययनिमित्तीकृत्य. स्नान्नलोपः इति स्नं विकरणप्रत्ययनिमित्तमस्ति, निमित्तिकमस्ति. स्नसोरल्लोपः इति सार्वधातु निमित्तमस्ति. अस्तु, तर्हि एतत् सर्वं तु अस्माभिः पठितम्. इदानीं रूपाणि कुर्मः, प्रत्येकधातोः कृते रूपाणि अस्ति. तर्हि अग्रे लिखितमस्ति, पश्यतु, भुङ्क्ते, युनक्ति, छिनक्ति, भुनक्ति इत्यादीनि रूपाणि दृष्ट्वा बहवः जनाः चिन्तयन्ति यत् रुधादिगणः अतीव जटिलः, किन्तु वस्तुतः तथा न, अयं गणः सरलः यतोहि अङ्गकार्यम् अतीव न्यूनम्. कोऽपि भवान् कमपि पृच्छतु, रुधादिगणस्य रूपाणि करोतु. ये न जानन्ति अष्टाध्यायीं न जानन्ति, तेषां कृते रुधादिगणस्य रूपाणि बहु जटिलानि सन्ति. तत्र बहु रटनं भवति, किमर्थं भुङ्क्ते, किमर्थं युनक्ति, छिनक्ति, भुनक्ति. यदि वयं पश्यामः तत्र किमपि पेटर्न् नास्ति खलु, कुत्रचित् भुङ्क्ते भवति, कुत्रचित् युनक्ति भवति, कथं जानीमः? तर्हि बहु रुधादिगणः इति ओ बहु जटिलगणः अस्ति इति चिन्तयन्ति, न. परन्तु ये जानन्ति अष्टाध्याय्याः ये सूत्राणि जानन्ति तेषां कृते बहु सरलमस्ति, वस्तुतः बहु अत्यन्तसरलमस्ति. यतोहि अत्र अनुकार्यं केवलं स्नान्नलोपः ससुरल्लोपः इति एव भवति, अन्य किमपि नास्ति. यदि वयं सन्धिसूत्राणि जानीमः अस्माकं कृते तु बहु सरलं भवति, अतः किमपि तत्र मातु मातु मार्गः अपि बहु सम्यक् अस्माकं कृते स्थापितवती. बहु क्लेशः भवति सम्यक्. माता किं वदति? माता वदति यत् अष्टाध्यायी मध्ये यत् मार्गमस्ति, यः मार्गः अस्ति, तम् एव अनुसृत्य यदि वयं कार्यं कुर्मः रूपाणि सर्वदा सम्यक् भवन्ति. अष्टाध्यायी मध्ये लिखितमस्ति, अष्टाध्यायी इति प्रक्रियाग्रन्थं नास्ति. अष्टाध्यायी इति किमस्ति? प्रक्रियाग्रन्थं नास्ति, प्रकरणग्रन्थमस्ति. अतः प्रथमं लट् लकार करोतु, तदनन्तरं लिट् लकार करोतु इति सर्वं यत् अस्ति सिद्धान्तकौमुद्यां, तत्तु अवैज्ञानिकमस्ति इति सा एव वदति. अतः केवलम् अष्टाध्याय्याम् अनुसृत्य कार्यं करोतु, जस्ट् फालो अष्टाध्यायी एण्ड् यु विल् रीच् द करेक्ट् डेस्टिनेशन् इति तस्याः वर्णनमस्ति सर्वदा. अन्यथा किं भवति, 1 किलोमीटर् पर्यन्तं लेफ्ट् हेण्ड् ड्रैव् करोतु, अनन्तरं रैट् हेण्ड् ड्रैव् करोति, किमपि एक्सिडेण्ट् भवति, कथं कुर्वन्ति? तादृश एव भवति खलु. कौमुद्यां प्रथमं लट् भवति, तदनन्तरं लिट् भवति, तदनन्तरं लुट् भवति. परन्तु लट् लिट् मध्ये बहु अन्तरमस्ति खलु, कथं कुर्मः? लिट् मध्ये तु आर्हतुकप्रकरणमस्ति. माता एतत् विषये समीचीनतया कृतं, लट् लोट् किमर्थं कोऽपि न चिन्तितवान् तादृश एतत्पर्यन्तम्? अत्र कियत् कालं जातं, परन्तु कियत् कालं पर्यन्तं कोऽपि न दृष्टवान् एव वा तादृश? तदेव माता वदति, तस्य आशीर्वादः अस्ति पाणिनेः आशीर्वादः. अन्यथा न भवति खलु, एतत्तु रेडिकल् अस्ति, तत् कोऽपि न चिन्तितवान् एव सर्वे. तत्र वयं ग्रन्थेषु वयं छात्रचिन्तनमेव पश्यामः, परन्तु अस्य कृते तत्र शब्दस्य व्युत्पत्ति अस्ति खलु, तत्र पाणिनेः तत्र शब्द उत्पत्ति खलु, तद् समीचीनतया भवति इति कोऽपि कथं कर्तुं शक्नुमः तस्य शापाण्यकारीति इति कोऽपि न अस्माकं कृते उचितवान् एतावत्कालं पर्यन्तं एतत् एकसहस्र द्विसहस्र कालपर्यन्तं कोऽपि न चिन्तितवान् एव तदपि नाम प्रक्रियाग्रन्थानामपि तत्र कुत्रचित् तस्यापि नाम महत्त्वम् अस्ति यतोहि प्रत्येकरूपस्य कृते या प्रक्रिया अस्ति एकस्मिन्नेव स्थाने यदि कोऽपि स्थापयति चेत् सरलं भवति अतः कौमुद्यायाः अपि महत्त्वम् अस्ति इति चिन्तयामः यतोहि अष्टाध्याय्यां किमस्ति भवति इति रूपम् अस्ति खलु एक तस्य एकसूत्रं कुत्रचित् अस्ति अन्यसूत्रं कुत्रचित् अस्ति अतः तत्र किञ्चित् नाम तत्र जटिलता भवति परन्तु वस्तुतः यदि वयं प्रकरणं सम्यक् रीत्या यदि वयं पठामः न भवति दृष्ट्वा एव भवति खलु कौमुदी अन्तिमरूपं दृष्ट्वा एव करोति एतत् स्वीकरोति एतत् स्वीकरोति इति अत्र नास्ति अत्र अन्तिमरूपं वयं विना चिन्तयित्वा वयं कर्तुं शक्नुमः सम्यक् मार्गेण गच्छामः चेत् सम्यक् रूपं एव भवति अस्माकं तु चिन्ता नास्ति अन्तिमरूपं रूपः रूपं किम् इति अष्टाध्यायी वस्तुतः प्रकरणग्रन्थमेव अस्ति प्रक्रियाग्रन्थं नास्ति प्रक्रियाग्रन्थम् अस्ति चेत् एकस्याः प्रक्रियायाः कृते सर्वाणि सूत्राणि एकस्मिन्नेव स्थाने पाणिनिना स्थापितानि परन्तु तथा नास्ति प्रकरणग्रन्थम् अस्ति अतः प्रकरणस्य दृष्ट्या एव व्याकरणस्य अध्ययनं करणीयम् इति मातुः चिन्तनम् अस्ति प्रक्रिया प्रकरणरीत्या प्रक्रिया कुर्मः वयं प्रकरणरीत्या एव अस्माकं नाम जनाः इदानीं अल्फाबेटिकलि करोति चेत् लिट् अतः लट् नन्तर लिट् तदनन्तरं लुट् तदनन्तरं लिट् भवतु तत्र अवैज्ञानिकः अथवा लट् लोट् लङ् विधिलिङ्ग् तदनन्तरम् आर्धातुक इति अस्तु एतत् सर्वं तु अस्माभिः पठितम् अग्रे किं लिखितमस्ति जटिलमस्ति इति दृगति अतीवन्यूनम् आहत्य श्नं निमित्तीकृत्य एकम् अङ्गकार्यं श्नान्नलोपः इत्यनेन न लोपः अपि च तिङ् निमित्तीकृत्य एकम् अङ्गकार्यं श्नसोरल्लोपः इत्यनेन श्नम् इत्यस्य अकारलोपः तत्पश्चात् केवलं सन्धिकार्यम् बहु सिम्पल् बहु सरल धात्वादेशः अपि नास्ति खलु धात्वादेशः अपि नास्ति प्रत्ययादेशः तु केवलं भुजल्व्यो एर्दि अपि च किमपि नास्ति वस्तुतः यदि सन्धिकार्यं सम्यक् रूपेण जानीमः चेत् भवादिगणस्य अपेक्षया अपि सरलमस्ति भवादिगणे बहूनि सन्ति अङ्गकार्याणि पश्यतु परन्तु अत्र बहु प्रत्ययादेशः क्षम्यतां तत्र धात्वादेशाः सन्ति अङ्गकार्याणि सन्ति कुत्रचित् गुणः भवति कुत्रचित् न भवति अत्र गुणस्य प्रसक्तिः एव नास्ति यतो हि सर्वत्र हलन्तः अस्ति अपि च तत्र गणमस्ति अन्तर्गणम् भवति तत्र क्लेशः भवति अत्र नास्ति अन्तर्गणादिगणे केवलं सन्धिकार्यम् अस्ति अन्य किमपि नास्ति अतः द्वित्वमपि नास्ति ज्योत्यादिगणे इव द्वित्वमपि नास्ति किमपि नास्ति केवलम् अङ्गकार्यम् अस्तु तर्हि अग्रिमरविवासरे अग्रे गच्छामः तर्हि धन्यवादः इदानीं धन्यवादः शुभरात्रिः शुभरात्रिः धन्यवादः शुभरात्रिः महोदय शुभरात्रिः